पद्मपुराणं खण्डं 4 ब्रह्मखण्डम् अध्यायं 22 शौनक उवाच माहात्म्यं ब्रूहि सर्वज्ञ शृण्वदां पापनाशनं सर्वप्राणहितार्थाय तुलस्या अनुकम्पया सूत उवाच तुलस्या परिसरे यस्य काननं तिष्ठदिद्विज गृहस्य तीर्थरूपत्वान्नायान्ति यमकिङ्कराः तुलस्या काननं विप्र सर्वपापहरं शुभं रोपयन्ति नरा श्रेष्ठास्तेन पश्यन्ति भास्करीम् रोपणं पालनं सेवां दर्शनं स्पर्शनं तु यः कुर्यात् तस्य प्रणष्टं स्यात् सर्वपापं द्विजोत्तम कोमलैस्तुलसीपत्रैरर्चयन्ति हरिं तु ये कालस्य सदनं विप्र तेन यान्ति महायशाः गङ्गाद्या सरिदश्रेष्ठा विष्णुब्रह्ममहेश्वराः देवैस्तीर्थैः पुष्कराद्यैस्तिष्ठन्ति तुलसीदले यो युक्तस्तुलसीपत्रैः पापी प्राणान् विमुञ्चति विष्णोर्निकेतनं यादि सत्यमेदन्मयोदितम् तुलसीमृत्तिकालिप्तो युक्तः पापशतैरपि विमुञ्चति नरप्राणान् स यादि हरिमन्दिरं यो नरो धारयेद्विप्र तुलसीकाष्ठचन्दनं तस्याङ्गं न स्पृश्येत् पापं स यादि परमं पदम् तुलसीकाष्ठमालां तु कण्ठस्थां वहते तु यः अपशौचोऽप्यनाचारो भक्र्या यादि हरेर्गृहं धात्रीफलकृतामाला तुलसीकाष्ठसम्भवा दृश्यते यस्य देहेदु स वै भागवतो नरः तुलसीदलजां मालां कण्ठस्थां वहते तु यः विष्णोच्छिष्टां विशेषेण स नमस्यो दिवौकसां यः पुनस्तुलसीमालां कण्ठे कृत्वा जनार्दनं पूजयेत् पुण्यमाप्नोति प्रतिपुष्पं गवायुधम् धारयन्ति न ये मालां हैदुकाः पापबुद्धयः नरकान्न निवर्तन्ते दग्धा कोपाग्निना हरेः न जह्यात् तुलसीमालां धात्रीमालां विशेषतः महापादकसंहर्त्रीं धर्मकामार्थदायिनीम् स्पृश्येच्च यानि लोमानि धात्रीमाला कलौ नृणां तावद्वर्षसहस्राणि वसते केशवालये निवेद्य केशवे मालां तुलसी काष्ठसम्भवां वहते यो नरो भक्र्या तस्य वै नास्ति पादकम् तुलसीकाष्ठामालां तु प्रेदराजस्य दूतकाः दृष्ट्वा नश्यन्ति दूरेण वादोद्धूतं यथा दलं तुलस्या विपिने धात्र्याश्चायासु यो नरोत्तमः पिण्डं ददाति पितरो मुक्तिं यान्ति द्विजोत्तम पाणौ मूर्ध्नि गले चैव कर्णयोश्च मुखे द्विज धातृफलं यस्तु धत्ते सविज्ञेयो हरिः स्वयम्। धातृपात्रैफलैर्विप्रश्रीहरिं चार्चयेद्विज कोटिजन्मार्जितं पापं पूजया नश्यति सकृत। यज्ञादेवाश्च मुनयस्तीर्थानि कार्तिके द्विज धात्रीवृक्षं समाश्रित्य तिष्ठन्ति कार्तिके सदा। धात्रीपत्रं कार्तिके जद्वादश्यां तुलसीदलं चिनोदि यो नरो गच्छेन्निरयं यादनामयम्। धात्रीछायासु यो विप्रचानं भुनक्रिकार्तिके अन्नसंसर्गजं पापमावर्षं तस्य नश्यति। तुलसीवनमध्ये च धात्रीमूले च कार्तिके कुर्याद्धर्यार्चनं विप्रवैकुण्ठं यादि सध्रुवम्। तुलसीमूलदेशेऽपि स्थितं वारिद्विजोत्तम गृह्णादिमस्तके भक्र्या पापी यादि हरेर्गृहम्। तुलसीपत्रगलितं यस्तोयं शिरसा वहेद सर्वतीर्थेषु सस्नादश्चान्दे यादि हरेर्गृहम्। तुलसीपत्रगलितं यस्तोयं शिरसा वहेद सर्वतीर्थेषु सस्नादश्चान्दे यादि हरेर्गृहम्। पुरा कश्चिद्विजश्रेष्ठो द्वापरे भून्महामुने स्नात्वै कदा तुलस्यै स वनं दत्त्वा गृहं गतः। आदित्यो वर्चसा नाम्ना मार्तण्ड इव पुण्यतः तृषार्तो भक्षकः कश्चिदागतो बहुकल्मषः। तुलस्या मूलतस्तोऽयं पीत्वा चासौ हदां हसः त्वरयाप्यागदो व्याधो नाम्ना यश्चासि मर्दनः। उवाज भुक्तं चान्नं च भुक्त्वा भग्नं गतः किमु कृत्वा मे पागभाण्डष्ठं चागदो हिंसकस्य ते। विव्याध तं गतप्राणं नेदुं वै शमनाज्ञया आगधा किङ्करा क्रुद्धाः पाशमुद्गरपाणयः। बद्ध्वा नेदुं मनश्चक्रुरागदा विष्णुकिङ्कराः तदा चित्वा चर्मपाशं स्यन्दनेतं मनोहरे। तूर्णमारोहयामासु पप्रच्युर्विनयान्विताः तेऽपि पुण्येन भोः सन्धकेन वै नीयतेऽप्यसौ। ऊचुस्तेऽसौ पुरा राजा पुण्यं बहुतरं कृतम् अकरोद्धारणं काञ्चित् सुन्दरीं चाङ्गनामयम्। अनेन चांहसा राजा गदो वै शमनक्षयं तत्र क्लेशं तु युष्माभिर्दत्तं वै शमनाज्ञया। ताम्रमय्या स्त्रिया सार्धं क्रीडां सुप्त्वा चकारसः तप्तायां लोकशय्यायां वैक्लव्यं कर्मणा नृप। तप्तायोभीषणं तप्तं लोहस्तम्भं यमाज्ञया ततस्थितः समालिङ्ग्य भुक्त्वा दुःखं चिरं नृपः। सिक्तः क्षाराम्बुधाराभिरन्यैर्वै शमनालये ततो नरकशेषे च पापयोनौ मुहुर्मुहुः जन्मासाद्य चिरं दुःखमनुभूतं स्वकर्मणा तुलसीमूलकं वारिपित्वा यादि हरेर्गृहम् इदानीं तद्वज श्रुत्वा गदा दूदा यथा गदाः तेन सार्धं विष्णुदूदा गदा वैकुण्ठमन्दिरं माहात्म्यं कथितं ब्रह्मन् तुलस्याः पापनाशनं कुर्वन्ति सेवां ये भक्त्या न जाने किं भवेन्मुने इति श्रीपाद्मे महापुराणे ब्रह्मखण्डे सूदशौनकसंवादे तुलस्या माहात्म्यं नाम द्वाविंशोऽध्यायः ॐ